नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। कर्मणि भावे लुङ् इति पाठः। तत्र वयं गतसप्ताहे जनवध् धातुः दृष्टवन्तः। जनिवध्योश्च इति सूत्रम् आसीत्। जन् धातोः वध्धातोः उपधावृत्तिः न भवति चिणि परे। कृचिन् इत्येव अस्माकं विवक्षा अस्ति, अतः चिणि परे यद् उपधादीर्घः सामान्यतया भवति तद् न भवति इति तत्र निषेधसूत्रमस्ति। अथ उपधायाः इत्यनेन यत् सामान्य वृद्धि उपधावृत्तिः कार्यं किल, तदेव तद् न भवति इति। अनन्तरं तत्र वयं रदिजबो रचि, रदि धातोः विषये अपि दृष्टवन्तः। रदिजबो रचि इति सूत्रमासीत्। रद् धातुः जब् धातुः नुमागमः भवति अजादिप्रत्यये परे इति। तस्य एव एकं निषेधसूत्रमपि दृष्टवन्तः, नेट्यलिटि रदेः इति। रद् धातोः नुमागमः न भवति इडागमे परे, लिट्लकारं वर्जयित्वा इति। तत्र यदा इडागमः भवति, सामान्यतया यद् रदिजबो रचि इत्यनेन नुमागमः भवति स्म, तत् न भवति तावदेव। अनन्तरं नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः पठितम् एव। तत्र एकस्मिन् स्थले वयं जलो जलि इत्यस्य कार्यं दृष्टवन्तः। जषस्ततोर्धोर्धः इत्यस्य कार्यमपि अरद्योगः सः इत्यस्मिन् स्थले वयं दृष्टवन्तः। अनन्तरं रब् धातुः रबेर् शब्बो शब् लिपोः इति सूत्रं। रब् धातोः नुमागमः भवति अचादिप्रत्यये परे, तत्रापि नुमागमः एव। रदिजबो रचि इति 62 अग्रिमसूत्रम्, निषेधसूत्रं नेट्यल् इति रदेः 61 रदिजबो रचि 62 7162 नेट्यल् इति रदेः 7163 रबे शब् लिटोः इति सूत्रं, शमिलिटोः इति सूत्रं। तत्र रब् धातोः नुमागमः भवति अजादिप्रत्यये परे, परन्तु शपिलिटि न भवति। अतः तत्रापि नुमागमदायकसूत्रमेव पुनः पुनर्विधानं तत्र रब् धातोः विषये पुनः नुम् आगच्छति। अनन्तरं लब् धातुः 7169 तत्र तस्मिन्नेव 7-1 इत्यत्र अस्ति। तत्र तु विकल्पेन भवति विभाषा चिनम् लोः, तत्र लब् धातोः विकल्पेन नुमागमः भवति चिणि नमुलि च। अस्माकं तत्र चिण्येव विवक्षा, तदपि वयं गतसप्ताहे एतावदेव दृष्टवन्तः। इदानीम् अग्रे निजन्तः मित्तातवः मितां रसः परिचितं एव, तस्मात् एव पठामः। अरुण भगिनी श्रूयते वा भगिनि? मितां निजन्ताः दातवः मितां हश्वः षष्ठ अध्याये चतुर्थपादे नवति उत्तर द्विनवतितम द्विनवतितम तैः नित् धातूनाम् उपधायाः स्वरः अश्वः भवति निच् प्रत्यये परे। नित् कश्चन अन्तर्गणः वादिगणे घटादयः उपगणः मित् अन्तर्वर्गे सन्ति, अपि च चुरादिगणे नपादयः षट् धातवः मित् अन्तर्गणे सन्ति। मिथां षष्ठ्यं हस्वः प्रथमान्तं द्विपदं मितं सूत्रम् उद् उपदाय गोहः इत्यस्मात् उपदायः इति अनुवृत्तिः देशो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इतां हस् अङ्गानाम् उपदायाः हस्वः नौ वयं पूर्वं पठितवन्तः मितम् अश्वः इति। मित् धातूनाम् उपदाय स्वरः अश्वः भवति निचिप निमित्तमस्ति निचिपत्ये परे। मित् धातवः अस्ति नाम अस्ति चेत् कश्चन अन्तर्गण धातवः मितः मित् भावः इति उच्यते. भवादिगणे घटादयः उपगणाः मित् अन्तर्गणे सन्ति. तदेव चुरादिगणे ज्ञपादयः षड्धातवः मित् अन्तर्गणे सन्ति. तस्य ह्रस्वः भवति पदायाः स्वरः ह्रस्वः भवति निच् प्रत्येपणे. अग्रे वदति भवादिगणे घटादयः इति उपगणे चतुश्चत्वारि धातवः कदा घटादयोः घटादयो मितः इति सूत्रेण कत धातवः मित् सन्ति. तदा चुरादिगणे जपादयः षट् धातवः मित् अन्तर्गणे सन्ति. अत्र अग्रे सूत्रम् अपि तत्त्वं भुवादिगणे घटादि धातवः घटादयो मितः इति सूचयति. तदेव चुरादिगणे ज्ञपादयः षड् धातवः अन्तर्गणे सन्ति. ज्ञपायमाचहारः बलाच्छिन् इति एतावत् एतावान् धातवः तत्र सन्ति. एतावन्तः धातवः तस्मिन् गणे सन्ति. आम् हेतुमति च प्रथमवाक्यम् अनुवृत्ति सहितसूत्रं भगिनि. हेतुमति च तृतीयाध्याये प्रथमपादे षट् विंशतितमसूत्रं प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः निच् स्यात् अनुवृत्तिसहितसूत्रं हेतुमति च धातोः निच् प्रत्ययः परश्च. ओके प्रयोजकव्य अपरे प्रेमादौ वाच्ये धातुः निच् स्यात्. वयं जानीमः चुरादिगणे स्वार्थे निश्चित् भवति वदतु. अत्र प्रेरणार्थे वाक्ये धातुतः निच् प्रत्ययः स्यात्. निच् विद्यादायकं सूत्रम् एव दायकसूत्रं केवलम् अनुभूत्य पठामि भगिनि. हेतुमति च धातोः निच् प्रत्ययः परश्च. सत्यं निच् विधायकसूत्रमस्ति एतत् हेतुमति च. अग्रिमसूत्रमपि परिचितमेव, इदानीमेव वयं पठितवन्तः. आं भगिनि एकवारं सूत्रम् एव पठतु. स्यासिषु भावकर्मणो उपदेशे अजहन् ग्रहदृशां वा चिन्वत् च. अनुवचसूत्रम् आर्धधातुक उपदेशे अजहन्नग्रहदृशाम् अग्न अङ्गानां वा चिन्वत् इच्छासिषु भावकर्मणोः जानीमः विकल्पेन प्रत्ययस्य सिच् सियुत्तासि भावकर्मण उपदेशे अस्ति च. उपदेशे धातवः अच् वर्ण धातवः हन् धातु ग्रह् धातु दृशाम् अत्र विकल्पेन भावकर्मणोः चिन्वत् इच्छा इति भवति. विरागम भवति चिन्वत् पक्षमस्ति चिन्वत् भावपक्षमिति रूपद्वयं भवति. सत्यं तदपि वयं दृष्टवन्तः. नेरनिटि इत्यत्रापि अनुवृत्तिसहितसूत्रं भगिनि. ओके नेरनिटिः तृतीयाध्याये चतुर्थपादे पञ्चतमं सूत्रं यस्य आटुधातुकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वनिप्रत्ययस्य लोपो भवति. अत्र अददात् अनुवृत्तिसहितसूत्रं नो लोप ने लो नेहे लोपः अनिति अददात् इति सूत्रं वदति. अददत् सामान्यतया आर्धजातकप्रत्ययस्य इदागम यस्य आर्धजातकप्रत्ययस्य सामान्यतया रलादिप्रत्ययः अस्ति चेत् इदागमः भवति, परन्तु अन्यद् आर्धजातकप्रत्ययः इदागमः नास्ति. उदाहरणं निच् निच् ट्रिच् निच् प्रत्यये प्रत्ययौ, तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. समीचीनं, यत्र न भवति ईडागमः तत्र एव पूर्वं स्थितस्य निप्रत्ययस्य लोपः भवति. तत्र णिच् वा णिङ् वा इति निप्रत्ययः इत्युक्ते णिङ् वा णिच् वा यत्किमपि भवतु तस्य लोपः भवति. सम्यक्, धन्यवादः भगिनी. अतः तत्र वयं मितां ह्रस्वः इति प्रथमं सूत्रं, तस्मात् तत्र निश्चुरादिगणस्य विवक्षा अस्ति चेत् न्यपादयः षट् इति अपि अस्ति इति दृष्टवन्तः. तत्र कटादयो मित्रः इति गणसूत्रेण एते धातवः मितः सन्ति इति तत् सर्वम्. अनन्तरं हेतुमति च निच् विधायकसूत्रं, स्यासित् सीयुक्तासिषु इति एव अस्माकं भावकर्मविवक्षा अस्ति चेत् आर्धधातुकोपदेशे तत्र अजन्तधातुः वा हन् धातु ग्रह्धातु तृष्धातुः अस्ति चेत् तेषां चिन्वत्कार्यं विकल्पेन भवति इडागमः अपि. नेरणिटि इदानीं मिच् इति विवक्षा किल, तत्र निजान्ताः मित्ता तवः इत्येव अस्माकं कार्यम्. अतः नेरणिटि यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तत्र पूर्वं स्थितस्य नीप्रत्ययस्य लोपः भवति इति एतावत्. इदानीं तत्र प्रायः नूतनसूत्रम् अथवा पूर्वं पठितवन्तः चिन्तयामि, चिह्नं लो दीर्घो अन्यतरस्याम् इति सूत्रमस्ति. तत्र किं कार्यं भवति मिताम् अङ्गानाम् इति पश्यामः यदा णिच् प्रत्ययः विधीयते तस्मिन् समये. उषा भगिनी पठति वा? आं भगिनि. छिन्नमुलो दीर्घो अन्यतरस्यां 6493 छिन् परके नमुल् परके च नौ परे मिताम् अङ्गानाम् उपधा दीर्घः भवति अन्यतरस्याम्. उपधा दीर्घः भवति अन्यतरस्यां छिन् परः अस्ति नमुल् नौ. ओके, छिन् च नमुल् च तयोः इतरेतरद्वन्द्वः छिन्नमुलौ तयोः छिन्नमुलोः. छिन्नमुलोः सप्तमी अन्तं दीर्घः प्रथमान्तम्, अन्यतरस्यां सप्तमी प्रतिरूपकम् अव्ययम्. अन्यतरस्यां सप्तमी प्रतिरूपकम् अव्ययं त्रिपदमिदं सूत्रम्. ऊद् उपधाया गोहः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः, दोषोन् नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, मितां ह्रस्वः इत्यस्मात् मिताम् इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं मिताम् अङ्गानाम् उपधायाः दीर्घः नौ छिन्नमुलोः अन्यतरस्याम्. अनुवृत्तिसहितसूत्रमस्ति मिताम् अङ्गानां यस्य धातोः कृते मित् इति अङ्गानां वयम् इदानीं दृष्टवन्तः मितां मित् घटादयो मितः इति अन्तर्गणः अस्ति गणसूत्रेण. चुरादिगणे ञपादयः षड् धातवः मित् अन्तर्गणः भवति. तस्य मिताम् अङ्गानाम् उपधायाः दीर्घः भवति नौ छिन्नमुलोः अन्यतरस्या. छिन्नमुलोः इत्यनेन णौ छिन्नमुलोः इत्यनेन छिन् परः अस्ति अथवा नमुल् परः अस्ति अथवा णौ णिच् इति विधीयते चेत् तस्य उपधायाः यस्य मितामङ्गानाम् अस्ति तस्य उपधायाः दीर्घः भवति णिच् अथवा छिन् अथवा नमुल् अन्यतरस्याम् इत्यनेन अन्यत् रूपम् अपि अस्ति इत्यनेन उपदायाः दीर्घः नास्ति इति अपि अन्यतरस्याम् इत्यनेन सूचयति. सत्यं. तत्र मित् धातुः मित् धातुः परः निच् निच् परः चिन् अथवा नवुल्. निच् परः निच् अस्ति चेत् एव मितामङ्गानां तस्य कार्यं भवति. सत्यं वा? तत्र उवादिगणे तत्र वयं मितां ह्रस्वः दृष्टवन्तः, परन्तु तत्र निच् इति अस्माकं विवक्षा न आसीत्. इदानीं तत्र मितां ह्रस्व इति निच् प्रत्यये परे एव मितां धातूनाम् उपदास्वः भवति निच् प्रत्यये मितां ह्रस्वः इति. इदानीं चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन मित् धातुः परः निच् निच् परः यदा चिन् अथवा चिन् इति चिन् इति अस्माकं स्यासिच् इत्यनेन चिन् विधीयते किन्वद्भावः. अवगतं वा तत्र? चिन् परके नमुल् परके च नौ परे च इति अस्ति. चिन् परके नमुल् परके वन् सेट् च नौ परे मितामङ्गानाम् उपदा दीर्घः भवति. अस्तु भगिनि. सो मितामङ्गानाम् इत्यस्य कृते हेतुमती च इत्यनेन णिच् भवति. णिच् अनन्तरं चिन् अथवा नमुल् अस्ति चेत् उपदायाः दीर्घः भवति अन्यतरस्य. सत्यं. तत्र किञ्चित् अन्वयं कृत्वा पठनीयं तद् मितामङ्गानाम् उपदा दीर्घः भवति नौ परे अनन्तरं चिन् परके नमुल् परके चिन् वा नमुल् वा भवति. आं भगिनि अग्रिमम् असिद्धवत् अत्रावत् अपि वयं जानीमः प्रथमवाक्यम् अनुवृत्ति. असिद्धवत् अत्र आभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समान आश्रितम् आभीयकार्यं प्रति असिद्धं भवति. प्रथमकार्यम् असिद्धं भवति द्वितीयं समानश्रितम् आभीयकार्यं प्रति असिद्धं भवति. ओके. कमपि आश्रयम् अधिकृत्य आभीयकार्यं प्रथमकार्यं द्वितीयं कार्यं समान आश्रितम् आभीयकार्यं कार्यं प्रति असिद्धं भवति. अस्तु भगिनि. अधिकारसूत्रम् अनुवृत्तिसहितसूत्रं सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात् इति. अत्र 6422 to 6475 ओके. अतः अत्र कानि सूत्राणि अत्र आगच्छन्ति तत्र यदा वयम् इदानीं पठितवन्तः छिन्नमुलो दीर्घो अन्यतरस्यां नेरनिटि स्यसिच्सियुट् एवृति हेतुमति च मितां ह्रस्वः अपि अतः तत्र तस्मिन्नेव अधिकारे सन्ति, परन्तु समानाश्रितं कार्यम् अस्ति वा इति द्रष्टव्यम्. कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धम्. अतः चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यत्र नौ परे चिन् परके नमुल् परके इति अस्ति. समीचीनम्. एर्निटि इत्यत्र नेरनिटि इत्यस्य णिच् लोपः भवति सो दिस् इस् णौ परे चिन्नमुलोः देर् नकारलोपः भवति. सो समान आश्रयमेव खलु स्थानं नकारः तत्र नकारः अतः तद् लोपः भवति अत्र निमित्तं नकारः समानाश्रितं स्यासित् सियुट् इत्यत्र स्यसित् सियुट् आददधिकोपदेशे अच्छान् गृह चिन्वत् भावं विधीयते स्यसित् भावकर्मणोः इच्छ चिन्वत् अपि च इच्छ. ओके. तत्र कार्यं तद् निमित्तम् इति नास्ति, बट् कार्यं विधीयते तद् सूत्रेण तावदेव. निच् इति तत्र किमपि आर्धधातुकप्रत्ययः एव अस्ति, परन्तु अस्मिन् तत्र निमित्तम् इति आर्धधातुक प्रत्ययः इति किमपि नास्ति, तत्र चिन्वद् भावः विधीयते इत्येव अस्ति. मितां ह्रस्वः इत्यत्र मितां ह्रस्वः अपि निच्प्रत्ययः, मिताम् अङ्गानाम् उपादायाः ह्रस्वः भवति णौ. मितां ह्रस्वः, ओके, ह्रस्वः वेर् वास् द दीर्घ दीर्घ छिण्णमुलो दीर्घो अन्यतरस्याम्. ओके, मितां ह्रस्वः इति मिताम् अङ्गानाम् उपादायाः ह्रस्वः णौ णौ परः अस्ति चेत् अतः तत्र सूत्रत्रयमस्ति द्रष्टव्यं, कस्य बाधा किं करोति. आर्धधातुकस्य ईड्बलादेः इत्यपि प्रथमवाक्यं आर्धधातुकस्य ईड्बलादेः बहुपरिचयं सूत्रमेव. आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. अनुवृत्तिसहितसूत्रम् अङ्गात् बलादेः आर्धधातुकस्य इट् आर्धधातुकप्रत्ययः परः अस्ति चेत्, बलादि आर्धधातुकप्रत्ययः परः अस्ति चेत् इडागम् इट् आगमः भवति इति सूत्रं वदति. अग्रे प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं. प्रत्ययः लोपः भवति चेत् सतिसप्तमी प्रत्ययलोपे प्रत्ययं मत्वा प्रत्ययस्य कृते यस्य कार्यं विधीयते प्रत्ययः लोपः भवति चेदपि तत् कार्यं प्रवर्तते. सत्यं, प्रत्ययं निमित्तीकृत्य यत्किमपि कार्यम् अस्ति तद् कार्यं भवति. यदा प्रत्ययः लोपः भवति चेदपि तस्य कार्यं भवति एव इत्येव. सम्यक्, धन्यवादः भगिनी. विजया भगिनी पठति वा अचः परस्मिन् पूर्वविधौ इति. भगिनि क्षम्यतां भगिनि, नास्ति चिन्ता भगिनि, नास्ति. आम् विजया भगिनि, अच परस्मिन् पूर्वविधौ परनिमित्तिक परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अच स्थाने यः आदेशः सः अजादेशः, यस्य स्थाने आदेशः विधीयते सः स्थाने. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी. पूर्वस्य विधिः पूर्वविधिः, षष्ठी तत्पुरुष तस्मिन् पूर्वविधौ, अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्. स्थानिवत् आदेश अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनिवृत्तिः. अनिवृत्तसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. एतत् पूर्वम् एव वयं दृष्टवन्तः. परनिमित्तकः अजादेशः यत्र एतत् स्थानिवत् भवति पूर्वविधौ कर्तव्ये इति. अचः स्थाने यः आदेशः तत् आदेश अजादेशः इति भवति. अनन्तरं यत्र यत् स्थाने आदेशः भवति तत् स्थानं स्थाने इति तत्र उक्तम्. अजादेशः स्थानिवत् नाम यः आदेशः अच् स्थाने भवति एतदेव अजादेशः. अनन्तरम् एतत् मूल अच् इव स्थानिवत् भवति. अनन्तरं पूर्वविधौ नाम स्थितिः यथा स्थानिनः अच् पूर्वस्थितस्य कार्यं विधीयते. यत्र आदेशः भवति तत् अच् पूर्वस्थितस्य कार्यम् एव विधीयते भवति इति. परस्मिन् इति का परस्मिन् यत् अस्ति एतत् निमित्तसप्तमी भवति. पूर्वविधौ यदा कार्यं भवति स्थानिवतिव एतत् विषयसप्तमी इति भवति. तावदेव महोदय. सत्यं, तत्र कथा इति धातुविषये वयं दृष्टवन्तः किल, तदेव तत्र अथोलोपः इत्यनेन यदा लोपः कार्यम् अभवत् तद् अथ उपधायाः आगत्य तस्य कार्यम् इदानीं भवति वा इति प्रश्नः भवति. परन्तु परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इति स्वीकृत्य तत्र यद् लोपः जातः तदिदानीम् अथ उपधायः न पश्यति. अतः तद् तकारः एव उपधायाम् अस्ति इति चिन्तयित्वा तस्य कार्यं न भवति इति. अतः परस्मिन् पूर्वविधौ तत्र एव अस्माकं रूपं साधयितुम् इष्टरूपं साधयितुं शक्नुमः इति दृष्टवन्तः किल. तदेव अचः परस्मिन् पूर्वविधौ. इदानीं मितां ह्रस्वः इत्यस्मिन् सन्दर्भे अपि यदा तस्य कार्यं भवति वा इति तत्र अस्माकं कृते तत्र मार्गत्रयमस्ति. असिद्धव तत्राभात् इति समानाश्रितं कार्यम् आबीयकार्यं द्वितीयं समानाश्रितम् आबीयकार्यं प्रति असिद्धं भवति इति एकमस्ति. प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्ययलुप्ते सति अपि यद् कार्यं विहितं तद् भवति एव इति द्वितीयम्. अचः परस्मिन् पूर्वविधौ परनिमित्तकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये इति तृतीयम् इति मार्गत्रयम् अस्ति. इतोपि एकमपि अस्ति तद् पठतु भगिनि, स्थानिवदादेशो अनल्विधौ. स्थानिवत् आदेश अनल्विधौ इति सूत्रम् इति सूत्रे भागद्वयम् अस्ति. प्रथमबिन्दुः आदेशः स्थानिवत् भवति, नाम स्थानिनि ये गुणाः सन्ति ते आदेशः अपि उपस्थितः भवन्ति. द्वितीयबिन्दुः कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च सा च विधिः स्थानि सम्बद्ध अल्वर्णम् आश्रित्य पूर्वतनीयः इति प्रवर्तनीयः. प्रवर्तनीयः इति चेत् आदेशः स्थानिवत् न भवति. अत्र आदेशः यत् स्थाने भवति एतत् स्थानिवत् इति भवति वयं जानीमः. तत्र गुणः भवति चेत् एतत् आदेशसमये एतत् अपि कार्यं तत्र भवति एव. द्वितीयबिन्दुः कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् आदेशस्य अनन्तरं कार्यं भवति चेत् तत् विधिः स्थानि सम्बद्ध अल्वर्णात् आश्रित्य अल्वर्णात् अल्वर्णम् अस्ति चेत् एतत् आश्रित्य एव अत्र प्रवर्तनीयः कार्यं भवति. आदेशः स्थानिवत् न भवति तत् स्थाने. यदा आदेशस्य अनन्तरं कश्चित् विधिः भवति स्थानि सम्बद्ध अल्वर्णात् कार्यं भवति तत् स्थाने आदेशः स्थानिवत् न भवति एव. यत्र पूर्वं भवति एतत् एव स्थानिवत् भवति. अनन्तरं भवति चेत् एतत् स्थानिवत् कार्यं न भवति. अत्र स्थानिवत् न भवति इति अत्र दत्तं. सत्यम्, अल्लाश्रित कार्यम् अस्ति चेत् तत् स्थानिवत् न भवति, अन्य कार्याणि तु स्थानिवत् भवति. स्थानि इत्युक्ते गुणधर्माः आरोपिताः. इदानीं भगिनि शमु धातुः पठतु. द्विवादौ सेट् शमु धातोः तस्मिन् विषये एव एतावत् उक्तम्. एतानि सूत्राणि अत्र एव प्रयोजनं भवति, पश्यामः. पठतु भगिनि शमु धातुः. शमु धातोः द्विवादिगणे सेट् भवति. रूपाणि परिशीलनीयानि. जनि जृ प्रूक्नुरजोमन्ताश्च मन्ताश्च इति गुणसूत्रेण मिद् गणसूत्रेण निद्रामागच्छति अस्तु गुण अथवा उपनेत्रं त्यक्तवती वा इति चिन्तितवती. न न उपनेत्रमपि अस्ति. गणसूत्रेण मित्वत् भावात् शम् धातुः मित् संज्ञकः भवति. अत्र शं धातु इति अस्ति, एतत् किं दिवादौ गणे अस्ति, सेट् भवति. अतः तत्र सेट् अस्ति चेत् अत्र ईडागमस्य चिन्तनमपि भवति. इदानीं जनि जृ शुक्न शुरसो सुरज्ञो मन्ता च इति सूत्रेण गणसूत्रमस्ति. अत्र गणसूत्रमस्ति चेत् अत्र मित्वत् बा मित् मित्वत् भावात् मित्वति इति भवति. शं धातुः मित् संज्ञकः अत्र अग्रे तत्र उदाहरणरूपेण पश्यामि चेत् शं योगः निच् अत्र ईकारः एव तिष्ठति. इदानीम् अत्र उपादायाः इति दीर्घं भवति, अतः शाम् इति भवति. शाम् योगः इ मितां ह्रस्वः ह्रस्वः अस्ति, अतः तत्र दीर्घस्य स्थाने ह्रस्वः भूत्वा शम् इति भवति. योगः इ शमि इति अन्तिमरूपं भवति धातुः. अत्र शमि योगः लुङ् अडागमः, लुङ् लङ् लृङ्षु अडदातः इति सूत्रेण अडागमः भवति. इदानीम् अशमि इति भवति. कर्मणि चिन् अस्ति अत्र, अतः ईकारः एव तिष्ठति. अशमि योगः इ. इदानीं नेरनिटि इति सूत्रेण अत्र अशं योगः इ योगः भवति. इकार अत्र नि इति लोपः भवति. नेरनिटि सत्यं तद् यद् पूर्वं स्थितस्य इकारस्य तद् नेरनिटि किं वदति इत्युक्ते यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नी प्रत्ययस्य लोपः भवति. इदानीं वृत्त इतोपि एकं सोपानं तत्र योजनीयं, तत्र कर्मणि चिन् अनन्तरं निच्छपि चिन्नपि निच्छपि अतः निच् इत्यस्य इकारस्य लोपः जातः. कर्मणि इत्यस्य चिन् इत्यस्य ईकारः तु तिष्ठति एव तिष्ठति अत्र. आम् महोदय. इदानीम् अत उपादायः स्थानिवद् आदेशो अनल्विदौ अशास्त्रीयम् इत्युक्ते अत्र अच परस्मिन् पूर्वविदौ. इदानीम् अशम् इति भवति योगः इ, स्थानिवत् आदेश अनल्विदौ अल्विधिः अस्ति. अतः अचः परस्मिन् पूर्वविधौ छिन्नमूलौ दीर्घोऽन्यतरस्याम् अशमि अशामि. अतः तत्र अन्यतरस्याम् इति अस्ति अत्र छिन्नमूलौ इति दीर्घो. अत्र एकस्मिन् पक्षे दीर्घः भवति, अन्यस्मिन् पक्षे दीर्घः नास्ति एव. अतः रूपद्वयं भवति. समीचीनं. तस्मिन् एव विषये अग्रे अपि दत्तमस्ति, पठामः. तत्र किम् अभवत् इत्युक्ते प्रथमं संयोगः णिच् योजितवन्तः हेतुमति च. अत उपादायाः इत्यनेन उपदावृद्धिः शां योगः इ, मितां ह्रस्वः इति निच् इत्यस्य इकारः, मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भूत्वा शमि इति धातुः. शमि इत्यस्मिन् धातौ पूर्वमेव निच् योजितम्. इदानीं लुङ् रूपम् अशमि. कर्मणि चिण् चिण् इति प्रत्ययः, प्रथमपुरुष एकवचनं किल, चिण् इति प्रत्ययः. अशमि योगः इ चिण् इत्यस्य इ. अशमि इत्यत्र यद् णिच् अस्ति नेरणिटि इत्यनेन तस्य लोपः अभूत्. अशं योगः इ. इदानीं पुनः अत उपादायाः आगच्छति, तस्य कार्यं भवति वा इति प्रश्नः. अत उपादायाः अनन्तरं अत उपादायाः आगच्छति चेत् अशामि इति रूपम्. तत्र एव तत्र प्रश्नः, स्थानिवतादेशो अनल्विदौ इति अशास्त्रीयं कार्यम् इति किमर्थम् इति अग्रे सर्वं भवति. यदा तस्य अचः परस्मिन् पूर्वविदौ इति अशास्त्रीयं यद् अस्ति स्थानिवतादेशौ अनल्विदौ इत्यनेन वयं यद् रूपम् अशामि इति साधयामः, अशास्त्रीयम् अस्ति वा इति तत्र प्रश्नः. अनन्तरम् अशं योगः यदा अचः परस्मिन् पूर्वविधौ स्वीकृत्य यद् कार्यं नेरनिटि इत्यनेन कृतं तत् अत उपादायः न पश्यति चेत् तत्र अशं योगः इ. स्थानिवतादेशो अनल्विदौ इत्यनेन तत्र अल्विधिः अस्ति इति स्वीकृत्य तत्र चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन दीर्घ शामि अत उपादायाः चिन्नो मूलो दीर्घो अन्यतरस्याम् इत्यनयोः तत्र क्लाश् अस्ति. तदेव अग्रे दत्तं वा न दत्तं वा दत्तम् इति मन्ये पश्यामः. उषा भगिनी पठति वा? तत्र प्रक्रियाविषये एव अग्रे अस्ति, तद् पठामः एकवारम्, अनन्तरं पुनः आगत्य प्रक्रिया पश्यामः. अस्तु भगिनि, लास्ट् एकनिमिषं भगिनि. भगिनि पुनर् एकवारम् अहं वदामि भगिनि. संयोगः णिच् इति हेतुमति, हेतुमति च इत्यनेन, हेतुमति च इत्यनेन णिच् विधीयते. तत् णिच् विधीयते चेत् अत उपादायः इत्यनेन वृद्धिः भवति, शाम् इति भवति. ओके, अकारस्य उपदा अकारस्य वृद्धिः भवति, शाम् इति भवति. शां योगः णिच् इत्यनेन यत् इकारः शामि इति भवति. शामि इत्यस्य कृते मितां ह्रस्वः मित् इत्यनेन अन्तर्गणधातुः अस्ति ऐ गेस् शं. सो मितां ह्रस्वः इत्यनेन शं योगः इ इति शामि नास्ति शमि इति धातु. शमि इति नूतनधातुः, शमि इति नूतनधातुः कृते लुङ्गि भवति चेत् अशमि लुङ्गि अडागमः भवति. ओके, अशमि अशमि इत्यस्य कृते कर्म कर्म कर्मणि लुङ् कृते छिन् भवति चेत् अशमी योगः इ इति भवति. छिन् इत्यस्य कृते इ एव अवशिष्यते. अशमी योगः इ इति छिन् इति आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः इत्यनेन वलादि वलादिप्रत्ययः अत्र नास्ति इति कृते यस्य कृते वलादि यस्य वला यस्य आर्धधातुकस्य कृते वलादि नास्ति इत्यनेन नेरनिटि इति सूत्रं विधीयते. अशमीयोगः इ इति स्थिते णिच् इत्यस्य लोपः भवति. सो नेहे अनिटि. सो अशम् अशमी इति अशम् इति भवति. अशं योगः इ इति कृते पुनर् अत उपादायाः नूतनधातु अशम् इति कृते अत उपादायाः पुनर् कार्यं कर्तुं शक्यते वा इत्यस्य कृते एव स्थानिवत् आदेश अनल्विधौ इत्यनेन अल्विधिः भवति चेत् कार्यम् अशास्त्रीयम्. अल्विधिः अस्ति चेत् स्थानिवत् आदेश अनल्विधौ अल्विधिः भवति चेत् स्थानिवत् न भवति. स्थानिवत् न भवति चेत् कार्यं बाधितं भवति. अत उपादायाः इत्यस्य कार्यं न भवति, न भवितुम् अर्हति. तदेव अशास्त्रीयम् इति मन्ये. अशास्त्रीयं कार्यम् इत्यनेन अच परस्मिन् पूर्वविधौ इति सूत्रस्य सूत्रम् आगच्छति. अचपरस् इमीडियट् नेक्स्ट् सूत्र अचपरस्मिन् पूर्वविधौ इति परनिमित्तिक अजादेशः परनिमित्तिक अजादेशः परनिमित्तिक अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये. पूर्वविधि परनिमित्तिक अजादेशः परनिमित्तिक अजादेशः ओके अका अच् आदेशः अच् आदेशः अशमि इत्यस्य कृते इकारस्य स्थाने लोपः भवति नेरनिटि इति परनिमित्तिककार्यं. तेन् परनिमित्तिककार्यस्य कृते इकारस्य लोपः भवति, इकारस्य स्थाने लोपः आदेशः भवति. तत् आदेशः स्थानिवत् भवति इव दृश्यते कुत्र पूर्वविधौ कर्तव्ये. पूर्वविधौ कर्तव्ये इत्यस्य कृते पूर्वविधि इति अत उपादायाः. सो अस्ति इव भाति अस्ति इव भाति इत्यनेन अत उपादायाः प्रवर्तनं what happens to that स्थानिवद् भवति न भवति तदिकारः शमि इति अतोपदायः इदानीम् अतोपदायः दृष्ट्या इदानीम् उपधायां मकारः अस्ति अस्तु उपधायः मकारः पूर्वविधौ कर्तव्ये अतः तत्र स्थानिवत् भवति इति दृष्ट्वा तत्र मकस्य कार्यं न भवति अस्तु भगिनि इदानीं पुनः छिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन that is where the chin parke now parke tatyapi tatra prashnah asti mitamanganam upadaya upadaya mitamangam asti upadayah dirghah kadha bhavati iti prashnah chinnamlo dirgho anyatarasyam kim vadati chin parke namul parke cha naupare mitamanganam upadaya dirghah इदानीं तत्र चिन् परकत्वं तु अस्ति इकारः नौ तु लोपः जातः नेरनिटि इत्यनेन तत्र पुनः स्थानिवतादेशः अस्ति वा इति प्रश्नः आगच्छति किल कथम् अहं तत्र चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यस्य प्रसक्तिः नेरनिटि इत्यनेन तु नीलोपः जातः इदानीं प्रश्नः कः इत्युक्ते तत्र स्थानिवतादेशो अनल्विधौ इति स्वीकृत्य धर्मम् आरोप्य वयं तत्र दीर्घत्वं कर्तुं शक्नुमः वा इति प्रश्नः परन्तु तत्र तु अल्विधिः इकारः इति यद् लोपः जातः इकारः एव किल अशमी इत्यस्य कृते ई लोपः जातः तत् तत् आदेशः ई इव दृश्यते अतः पुनः अचः परस्मिन् पूर्वौ आनयन् पुनः आनयनमुलो अथवा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यपि स्वीकर्तुं शक्यते तदेव अग्रे अस्ति तस्मिन्नेव विषये प्रत्ययलोपे प्रत्ययलक्षणं वयं स्वीकुर्मः चेत् तत्रापि कार्यं साधयितुं शक्नुमः किल तदेव सुलभमार्गः तत्र धर्मं किमपि न आरोपणीयं प्रत्ययस्य लोपः जातः निश्चिति प्रत्ययस्य लोपः एव निश्चिति प्रत्ययः तस्य लोपः जातः तत्र कार्यं तु लक्षणं तिष्ठति एव इति स्वीकुर्मः चेत् सरलमार्गः रूपं साधयितुम् भगिनी आबीयकार्यमपि अति अस्ति चेत् तदपि नेरनिटि छिन्नमुलो दीर्घो अन्यतरस्य आबीयकार्यं द्वयोः कार्यमपि आबीयकार्यं सत्यं तदपि अस्ति तदपि आगच्छति अग्रे अतः एव अहम् उक्तवती मार्गत्रयमपि अस्ति रूपं साधयतु अशमी इति रूपम् आगच्छति एव परन्तु मार्गत्रयम् अचः परस्मिन् पूर्वविधौ प्रत्ययलोपे प्रत्ययलक्षणम् असिद्धवत् अत्र स्थानिवत आदेशानल्विधौ न भवति किमर्थम् इत्युक्ते अल्विधिः अस्ति अतः तद् न भवति परन्तु अन्यत्रयमार्गं यत्किमपि वयं स्वीकुर्मः चेदपि डेस्टिनेशन् प्राप्तुं शक्नुमः तदेव नेरनिटि तद् तस्मात् पठतु नेरनिटि छिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनयोः युगपत् प्रसक्तिः मार्गद्वयेन द्वयोः मध्ये नेरनिटि इति सूत्रस्य कार्यं प्रथमं नित्यत्वात् नित्यकार्यम् इत्यनेन नेरनिटि प्रथमं कार्यं करोति चेत् इकारलोपः छिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन इकारः दीर्घः परन्तु प्रथमं छिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन कार्यं भवति चेत् नेरनिटि केन् स्टिल् वर्क् ओके सो नित्यकार्यम् ओके नित्यत्वात् नेरनिटि इत्यस्य कार्यं प्रथमं नित्यत्वात् ण्यत् लोपौ यङ् यण् गुणवृद्धिदीर्घेभ्यः वृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन अपि नेरनिति इत्यस्य कार्यं प्रथमं न्यल्लोपो न्यल्लोपो इयङ् यण् गुणवृद्धिर्गेभ्यः पूर्वविप्रतिषेधेन इति वातिकेन इयङ् यण् गुणः वृद्धिः दीर्घः इति इत्येषां कार्याणां नीलोपेन अत्लोपेन सह युगपत् प्राप्ति अवसरे नीलोप दीर्घ सः युगपत् प्राप्ति अवसरे पूर्वविप्रतिषेधेन नीलोपः अल्लोपः च बलवत्तौ भवतः पूर्वविप्रतिषेधे नीलोपः अल्लोपः च बलवत्तौ भवतः इत्युक्तौ नीलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेत् अपि तस्य बलं भवति 6452 6493 इत्युक्तौ ओके सो नित्यत्वात् ऐ केन् अण्डर्स्टाण्ड् बट् दिस् वन् वातिकेन इयङ् ओके पूर्वविप्रतिषेधः नीलोपः अल्लोपः च बलवत्तौ भवतः इत्युक्तौ नीलोपस्य अल्लोपस्य च विधायकसूत्रं पूर्वसूत्रं चेदपि तस्य बलं भवति अनेन वार्तिकेन नेरनिटि प्रथमं कार्यं करोति तत् वार्तिकं नाट् वेरि क्लियर् भगिनि ओके तत्र 6451 नेरनिटि तु चिह्नमुलो दीर्घो अन्यस्य अन्यतरसां 6493 विप्रतिषेधेन परं कार्यं सामान्यतया 93 इत्येव भवेत् परन्तु एकम् आर्थिकम् अस्ति अनेन इयङ् यण् गुण वृद्धि दीर्घ इत्येतेषां कार्येण सह नीलोपस्य अथवा अल्लोपस्य तत्र युगपत् प्राप्तिः अस्ति चेत् पूर्वं विप्रतिषेधः परं नास्ति पूर्वम् अपवादात् विप्रतिषेधे परं कार्यं वार्तिकं वार्तिकद्वयं प्रायः अस्ति एतद् एकं पूर्वम् एकवारम् इतोपि एकं वयं दृष्टवन्तः इति चिन्तयामि अतः तत्र पूर्वविप्रतिषेधेन तस्य नेरनिटि इत्यस्य एव कार्यं प्रथमं भवति अस्तु भगिनि नीलोपस्य अल्लोपस्य च नुक्त आगमः तत् प्रायः बन्धप्रकरणे दृष्टवती इति चिन्तयामि तत्रापि नुक्त आगमः अस्ति चेत् तत्रापि पूर्वविप्रतिषेधेन इति आगच्छति तत्र कार्यं भवति इति वार्तिकद्वयं मात्र नुमागमः इत्यस्य अपेक्षया नुक्त आगमः इति प्रायः सुबन्तप्रकरणे इति चिन्तयामि तत्रापि एतादृशवार्तिकम् अस्ति तत्र प्रायः वार्तिकद्वयं वा त्रयं वा अस्ति अनेन पूर्वविप्रतिषेधः भवति सामान्यतया परमेव परन्तु तस्य एव वार्तिक अस्ति इति कृत्वा तत्र पूर्वविप्रतिषेधः भवति अतः अत्र नेरनिटि इत्यस्य एव कार्यं नेरनिटि इत्यस्य कार्यं भवति एव कारणद्वयं नित्यत्वात् अवश्यं भवति अथवा एतद् वार्तिकम् अपि स्वीकृत्य तस्य कार्यम् अतः इदानीं तदेव प्रक्रिया समाना एषा प्रक्रिया एव नेरनिटि इत्येव कार्यं प्रथमं भवति नेरनिटि चिन्नमुलो दीर्घो अन्यतरस्यां कान्फ्लिक्ट् नेरनिटि इत्येव प्रथमम् इति फस्ट् स्टेप् वि हाव् साल्व् इदानीम् अग्रे तत्र पश्यामः विजया भगिनी अस्ति वा आं भगिनि पठतु इदानीं ञल्लोपो व्यङ् यन् गुणः तस्मात् अनन्तरं निचः उपस्थिते साधनार्थं तिस्रः सम्भावनाः अचः परस्मिन् पूर्वविधौ द्वितीयबिन्दुः प्रत्ययलोपे प्रत्ययलक्षणं तृतीयबिन्दुः असित्तवत् अत्र आभात् इदानीमेव भवत्या उक्तम् एतत् विषये अत्र एतदपि उक्तम् अत्र स्थानीयवद् आदेश अनल्विधौ इति अत्र कार्यं न करोति इति भवत्या उक्तं तादृशमेव अत्र दत्तम् अत्र इदानीं अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं नास्ति अशमे योगः ई इति स्थितौ, यतोहि तत्र एकं सूत्रमस्ति न पदान्तदीर्वचनवरे वरे यलोपस्वर सवर्णानु सवर्णानुस्वारदीर्घर्विदिषु न चर्विदिषु, अनन्तरं न पदान्तदीर्वचनवरे यलोपस्वर सवर्णानुस्वा अनुस्वार दीर्घ दीर्घ दीर्घ दीर्घ दीर्घ जश् छर् विधिषु, किमर्थम् अत्र द्विवारं तत्र दत्तमत्र इति सूत्रम् इति सूत्रं वदति यत्र दीर्घत्वं विधीयते तत्र अचः परस्मिन् पूर्वविध इत्यनेन स्थानिवत् भावः न भवति इति, अनेन अन्ततो गत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सिद्ध्यति. अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं कार्यं नास्ति अशमी इति अशमी योगः ई इति स्थितौ, यतोहि एकं सूत्रम् अस्ति न पदान्तद्विवचनवरे यलोपस्वरसवर्णानुस्वार दीर्घजस्त् चर्विदिषु. एतत् सूत्रं किं वदति चेत् यत्र दीर्घत्वं विधीयते तत्र अचः परस्मिन् पूर्वविधि इति सूत्रं स्थानिवत् न भवति इति तत्र दत्तम्. अनेन अन्ततो गत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अत्र लोपः भवति अपि तत् कार्यम् आश्रित्य एव अग्रिमकार्यं भवति एव, अत्र न निषिद्धः तावदेव खलु महोदय. सत्यम्. आम्, अतः तद् इदानीं यद् वयं प्रथमसोपाने नेरनिटि चिह्नम्लो दीर्घान्यतरस्यां युगपत् प्रसक्तिः तत्र नेरनिटि इत्यनेन कार्यं भवति इति फस्ट् स्टेप्. द्वितीयमस्ति इदानीं तत्र सम्भावनात्रयम् अचः परस्मिन् पूर्वविधौ प्रत्ययलोपे प्रत्ययलक्षणम् असिद्धवत् अत्राभात् किं स्वीकुर्मः द्वितीयवारं यदा आगच्छति तस्मिन् समये किं स्वीकुर्मः इति प्रश्नः. तत्र अचः परस्मिन् पूर्वविधौ न भवति. किमर्थम् इत्युक्ते यत्र दीर्घः दीर्घवत्तमं विधीयते तत्र स्थानिवत् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः न भवति इति तत्र सूत्रत्रयं क्रमेण अस्ति. स्थानिवतादेशो अनल्विधौ अचः परस्मिन् पूर्वविधौ न पदान्ताद्विवचनवरे य तद्दीर्घसूत्रम् अनेन सूत्रत्रयम् अपि अस्ति. अतः तत्र अनेन सूत्रेण न स्थानिवद्भावः न भवति इति इति अपि तत्र निरूपितम्. अतः तत्र किम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति असिद्धवत् अत्र इतोपि अस्ति तस्मिन् विषये एव आगच्छति. भगिनी भवती एव पठतु विजया भगिनी. परन्तु भाष्यकारस्य मतेन नाविति जातिपरो निर्देशः दीर्घग्रहणं छेदं मास्ति मास्वति तदाशयः फलितार्थः अत्र अस्ति यत् भाष्यकारः पदान्तर्द्विर्वचनवरे यलोप स्वर सवर्णानुस्वारदीर्घजस्र् विधिषु इति सूत्रे दीर्घशब्दस्य प्रत्याख्यानं करोति इत्युक्ते अत्र नाम पुनरपि शब्दनाम अत्र भवति दीर्घ शब्दं प्रख्यानं करोति नाम तस्मिन् सूत्रे दीर्घशब्दः न भवेत् एव इति चेत् अचः परस्मिन् पूर्वविधौ इति कार्यं करिष्यति अत्र. एतत् विषये पूर्वमेव वयं दृष्टवन्तः अत्र यत्र न पदान्तद्विवचन इति बृहत् सूत्रेण अत्र दीर्घत्वं विधीयते परन्तु अच परस्मिन् इत्यनेन स्थानिवत् भावः न भवति इति पूर्वमेव वयं दृष्टवन्तः. एतत् कार्यं करोति अपि अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति लोपं भवति परन्तु एतत् आश्रित्य कार्यं पुनरपि भवति इति अच परस्मिन् पूर्वविधौ इति कार्यं करिष्यति इति अत्र पुनरपि एतत् एव भाष्यकारेण सत्यं तावदेव. सः वदति प्रायः तत्र तस्मिन् सूत्रे दीर्घं इति ग्रहणं मा भूत् इत्येव सः वदति तावदेव सः तस्मिन्नेव विषये तावदेव वदति इत्युक्ते पुनः तस्मिन् तत्र अचः परस्मिन् पूर्वविधौ प्रत्ययलोपे प्रत्ययलक्षणम् असिद्धवत् अत्र अभात्रयोः मध्ये यत्किमपि कार्यं कर्तुं शक्यते इत्येव तत्र फलितार्थः तावदेव तत्र किमपि नास्ति अशामी अशामी इति रूपद्वयमपि सम्भवति तत्र दीर्घत्वं कथं सम्भवति इत्येव प्रश्नस्य उत्तरम् अचः परस्मिन् पूर्वविधं वा स्वीकरोतु प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकरोतु असिद्धवत् अत्र अभात् इति अपि स्वीकर्तुं शक्यते तत्र वयं अशामि इति रूपं साधयितुं शक्नुमः इत्येव आम् पठतु भगिनि तद् आवरणे यदस्ति चुरादिगणीयधातुषु चुरादिगणीयधातुषु यत्र निच् प्रत्ययद्वयं वर्तते तत्र स्वार्थे निच् प्रत्ययः चिन्नमुळु दीर्घो ण्यतरस्याम् इति सूत्रस्य कृते व्यवधानम् अस्ति तस्य च व्यवधानस्य निवारणार्थं दीर्घविधौ चिन् परकः नमुळ् परकः नि इत्यत्र नि इत्यस्य जातिपरकः इत्यर्थः नाम चिन्नमुलो चिन्नमुलो परक नित्व जाति पर अस्ति चेत् परः अस्ति चेत् एव कार्यं भवति इति अनेन एकस्मात् अधिकवारं निच् अस्ति चेदपि निच् जातिः एकः एव इति कृत्वा व्यवधानं नास्ति अतः अचगपरस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भावेन चिन्नमुलो दीर्घो अन्यतरस्यम् इति सूत्रेण दीर्घत्वं विददाति पूर्वं वयं दृष्टवन्तः एतत् न पदान्तद्विर्वचने इति बृहत् सूत्रेण अत्र दीर्घत्वं विधीयते अनन्तरम् अचगपरस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भावः न भवति इति तत्र दत्तम् इदानीं चुरादिगणीयधातुषु यत्र निच् प्रत्ययं द्विवारम् आगच्छति अत्र स्वार्थे निच् प्रत्ययः चिन्नमुळु दीर्घोन्यतरस्याम् इत्यनेन व्यवधानम् अत्र अस्ति किम् अस्ति चेत् अत्र कार्यं दीर्घत्वं भवति इति अत्र एतत् व्यवधानस्य निवारणार्थम् एतत् अपकरणार्थं दीर्घ विधौ चिन् परकः अस्ति नमुळ् परकः अनन्तरं नि इत्यत्र नि इत्यस्य जातिपरकः इत्यत्र त्रीणि कार्याणि भवन्ति नाम चिन्नमूलपरकः नित्वजातिः परः अस्ति चेत् एव अत्र कार्यं भवति निच् इत्युक्ते इदानीमेव दृष्टवन्तः अत्र निच् चुरादिगणीयधातुः अत्र नित्व अनन्तरं जातिः पर अस्ति चेत् एव चिन्नमूलपरके विषये इदानीम् अनेन अनेन एकस्मात् एतत् सर्वम् अधिकवारं निच् अस्ति चेत् निच् इत्युक्ते एतत् चुरादिगणविषये एव अधिकवारं निच् अस्ति चेदपि निच् जातिः एकः एव इति कृत्वा व्यवधानं नास्ति अत्र बहवः वारं निच् आधिक्येन भवति अपि अत्र निच् जातिः एकः एव इति कृत्वा व्यवधानं नास्ति अत्र अतः अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भावेन चिन्नमुलो दीर्घोन्यतरस्यम् इति सूत्रेण दीर्घत्वं विददाति स्थानिवत् भावेन चिन्न निच् यत्र अस्ति एतत् अधिकवारं भवति अपि चिन् जातिः एकः एव अत्र स्वीकरणीयं विवधानमस्ति विवधानं नास्ति इति अनन्तरम् अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भावः यत्र भवति तत् स्थाने दीर्घत्वं भवति इति व्यवधानम् अस्ति करणीयं व्यवधानं करणीयं दीर्घत्वम् इति व्यवधानं करणीयमेव सत्यं समीचीनं तदेव चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यस्य कृते निच् प्रत्ययः आवश्यकः चुरादिगणे निच् द्वयं विधीयते चुरादिगणे इत्यस्य कारणेन एकः निच् अनन्तरं तत्र अस्माकं हेतुमति इत्यनेन इतोपि एकः स्वार्थे इति प्रेरणार्थे एकः णिच् स्वार्थे इति इतोपि एकः णिच् इति णिच् द्वयं विधीयते. तत् चिह्नमुळो दीर्घान्यतरस्याम् इत्यस्य कृते एकः णिच् पर्याप्तं. तत्र सेट् रूपेण स्वीकरोतु इत्येव वदन्ति. तस्य व्यवधानस्य निवारणार्थं दीर्घविधौ चिन् परकः नमुल् परकः णि इति एकः सेट् रूपेण स्वीकरोतु. तत्र चिन्नमुलो चित् परकः यद् णिच् तस्य नित्वजातिः इति स्वीकृत्य तत्र वयं कार्यं कर्तुं शक्नुमः. तत्र किमस्ति अचः परस्मिन् पूर्वविधौ इत्यनेन तत्र स्थानिवद्भावं स्वीकृत्य चिन्नमुलो दीर्घान्यतरस्याम् इत्यनेन तत्र तादृशं दीर्घत्वं कर्तुं शक्यते. तत्र कोऽपि क्लेशः नास्ति. तत्र अन्यत् सर्वम् आनयनं किमपि नास्ति इत्येव वद. स्पष्टमस्ति वा? Looks like a lot of stretching, beginning. आं तत् सत्यं. तत्र रूपं साधयामः. तत्र रूपम् इत्युक्ते अशामी इति अशमि इति स्वीकृत्य तस्मात् अग्रे गमनं. प्रथमम् अथ सर्वत्र शंयोगः णिच् अथोपदायः भवति. सर्वत्र मृतां ह्रस्वः इत्यनेन ह्रस्वत्वं शमी इति भवति. अनन्तरं चिन्नमुलो दीर्घो णिच् प्रत्ययः क्षम्यतां चिन् प्रत्ययः परः अस्ति चेत् तत्र दीर्घत्वं तु भवति एव किल. अतः अशामी इति भवति. यत्र चिन्वत् पक्षः अपक्षः अस्ति स्यासित् स्युट्. इदानीम् अशामी इति अजन्तः अस्ति. अतः स्यासित् स्युट् तासिषु भावकर्मणोः इत्यनेन रूपद्वयं भवति. यदा वयं पूर्वम् अजन्तानां विषये दृष्टवन्तः किल, अच् जन गृह दृशाम्. अज् अशामी इत्युक्ते तत्र इकारः शमी इत्यत्र. अतः तत्र रूपद्वयं. सो एकस्मिन् पक्षे यत्र चिन्वद्भावः अस्ति तत्र चिन्नमुळो दीर्घोन्नतरस्याम् इत्यनेन अशमी अशामी रूपद्वयं रूपद्वयम् आगच्छति. अनन्तरं चिन्वद् अपक्षे चिन्नमुळो दीर्घोन्नतरस्याम् इत्यस्य प्रसक्तिः न भवति. सामान्यतया यदा वयं पूर्वं कृतवन्तः तादृशं भवति. एकवारं पश्यामः. तदेव दृष्ट्वा प्रायः समयः तस्मिन्नेव विषये भवति. आम्, उषा भगिनी भवती एव करोति वा? चिन्वत् पक्षः करोतु. शमी इति अशमी इति आरम्भं करणीयं. चिन्वत् पक्षः चिन्वत् पक्ष अशमि अशमि सेट् धातु सेट् धातु. सो प्रथमं प्रथमपुरुष एकवचनं अशमि अशमि अशमि अशामि इति द्वयोः रूपं भवति. अशमि अशामि रूपं नास्ति, रूपं द्वयं भवति. ओके. Yeah, I thought you are sleepy, Bagini. Morning, huh? Okay. Pratyaya lope, pratyaya lakshanam. Svikartum shakyate, svikartum shakyate, athava achaha parasmin. Kimapi, ashami, ashami. Then, prathama purusha dvivachanam, ashami, अशमिषाताम् इषाताम् अशमिषाताम् तत्र अशमि योगः इषातां किल. अशमि योगः इषाताम् आर्धधातुकप्रत्यये परे इकारान्त अङ्गम् इगन्तम् अङ्गम् आर्धधातुकप्रत्ययस्य परे अशमि इति अजन्त अजन्त इव दृश्यते. इषाताम् इति इत्यनेन इषाताम् इत्येव भवति भगिनि. सो अशमीषाताम् अशमीषाताम् इकारः ह्रस्व इकारः अनन्तरम् इषाताम् इगन्तम् अङ्गमस्ति चेत् किं भवति, किं कार्यम्? ओ अशमी योगः ईशातां. बट् अत्र वृद्धिः नास्ति भगिनि. वृद्धिः न अशमी अजन्तधातु अजन्तधातु ईशाताम् इत्येव प्रत्ययः कीदृशप्रत्ययः ईशाताम् इति आर्धधातुक बट् आर्धधातुक आर्धधातुकप्रत्यये परे इगन्तम् अङ्गं गम् सो गुणा भवति सार्वधातुक आर्धधातुकयोः भगिनि अशमि इति अशमे भवति अशमे एचो अयवायावः अशम् एकारस्य स्थाने अकार यकार अश अशम् यकार इकार इशाताम् अशम् इशाताम् किल एकारस्य स्थाने अकारयकार सो यकार इकार सो अशम् इशाताम् अशमिशाता तत्र इतोपि एकं चिन्तनम् अस्ति तत्र अशमी योगः ईशाताम् इत्यत्र नेरनिति चिन्नमिलो दीर्घो अन्यतरस्यां द्वयोः प्रसक्तिः अस्ति किल ईशाताम् इति चिन् प्रत्ययः एव चिन्वद्भावः आरोपितः तत्र किं भवति कस्य कार्यं भवति चिन्नमुलो नेरनिटि अपि च छिन्नमुलो दीर्घो अन्यतरस्यां नेरनिटि एव कार्यं करोति सो 647 इति नेरनिटि छिन्नमुलो इति 6493 प्रथमकार्यस्य कृते अभियक्षेत्रे इत्यनेन नेरनिटि इत्येव नेरनिटि इत्यस्य कृते छिन्नमुलो दीर्घो अन्यतरस्याम् इति न दृश्यते न न 6441 6493 अभियकार्यं समानाश्रितं कार्यं किल प्रत्ययः प्रत्ययस्य किरे नी एव आश्रयम् अस्ति नेरनिटि इत्यनेन यद् कार्यं कृतं तत् चिन्नमुलो दीर्घो अन्यतरस्यां न पश्यति चेदपि तस्य कार्यं भवति वा भवति तस्य कार्यं भवति भगिनि सो नेरनिटि इत्यस्य देन् इकारलोपः भवति सो अशमी इति प्रथमं नेरनिटि कार्यं करोति चेत् अशम् इति भवति अशं योगः ईशाताम् अतः तत्र चिन्नमुलो दीर्घो किं करोति कमपि आश्रयम् अधिकृत्य आभियकार्यं द्वितीयं समानाश्रितम् आभियं कार्यं प्रति असिद्धम् अतः तद् नेरनिटि इति यद् कार्यं तद् चिन्नमुलो दीर्घो अन्य सरस्याम् इत्यस्य अपेक्षया असिद्धं भवति अवगतं वा तद् नेरनिटि इत्यस्य प्रसक्तिः अत्र नास्ति कमपि आश्रयम् अधिकृत्य आभियकार्यं द्वितीयं समानाश्रितम् आभियकार्यं प्रति असिद्धं भवति अतः नेरनिटि नेरनिटि इत्यस्य कार्यं नास्ति देन् ओके देन् छिन्नमुलो द्वितीयम् असमानिशम् इत्येव कार्यं करोति द्वितीयं समानाश्रितं कार्यं छिन्नमुलो दीर्घो अन्यतरस्याम् अतः अतनेन शमि दीर्घो अन्यतरस्याम् इत्यनेन अशामि अतः रूपद्वयम् अत्रापि पुनः रूपद्वयम् अस्मिन्नेव अशमि अशामि ईशाताम् तत्र पुनः तत्र गुणः सर्वं भवति अशम ईशाताम् अशाम ईशाताम् अशम् ईशाताम् यकार इकार अशम् यकार इकार अशम् ईशाताम् अनन्तरम् अशम् दीर्घम् दीर्घ भवति अशामिषाता तावदेव इति तत् स्मर्तव्यं तत्र प्रथम एकवचने किमपि नास्ति द्विवचनादारभ्य सर्वत्र तत्र रूपद्वयं भवति किमर्थम् इत्युक्ते नेरनिटि इत्यस्य अपेक्षया आभियक्षेत्रे अस्ति इति कृत्वा नेरनिटि इत्यस्य अपेक्षया चिन्नमुलो दीर्घो अन्यतरस्यां द्वितीयम् आश्रितं कार्यम् एव भवति किल अतः तस्य कार्यम् इत्युक्ते दीर्घत्वं प्रथमं प्रथमपुरुषे एकवचने अशमि अशामि इति साधितवन्तः तत्र गुणः किमपि नास्ति दीर्घत्वं भवति अशमि अशामि तावदेव इदानीं तत्र गुणः गुणकार्यम् अयचोयवयवः सर्वं करणीयम्, अनन्तरं तत्र अशमयिषाताम् अशामिषा अशामयिषाताम् इति रूपद्वयं बहुवचने अपि समानमेव समानकार्यं. सो अशम् यकारैकार अशम् इषत अशम् इषत सार्वधातुकादद गुण अनन्तरवायवः अशम् इषत अथवा नौ छिन्नमनो दीर्घो अन्यतरस्याम् इत्यनेन द्वितीयरूपं भवति अशामिषत. मध्यमपुरुष एकवचनं इष्टाः इष्टाः इत्यस्य कृते अशम् पुनर् द्वयोः रूपं भगिनि रूपं द्वयं रूपम् अस्ति. सो अश सो इष्टाः इत्यस्य गुण भवति चेत् अशं यकारैकार अशम् इष्टाः अनन्तरं छिन्नमुनो दीर्घो अन्यतरस्याम् इत्यनेन अशाम् अशामिष्टाः. देन् इषाथाम् एवमेव अशम् यकार अशम् इषाताम् अनन्तरं छिन्नमुलो इत्यनेन अशामिषाताम्. देन् मध्यमपुरुष बहुवचनम् एकमेव अश अश अशम् यकार इकार अश आशम् इद्वम् आशामिद्वम् देन् उत्तमपुरुष एकवचनं अश अशम् इषि अथवा अनन्तरम् आशा अशामिषि इष्वहि इष्वहि अपि एवमेव अशम् इष्वहि अशामिष्वहि अशम् इष्महि अशामिष्महि. समीचीनं, सर्वत्र तादृशमेव रूपद्वयं रूपद्वयं भवति चिह्नमिलो दीर्घो अन्यतरस्याम् इत्यस्य कारणेन. समीचीनं, धन्यवादः भगिनी. भगिनी विद्याभगिनी चिन्वदापक्षे वदति वा तत्र किं कार्यम् इति वदामि. प्रथमपुरुष एकवचने समानमेव भवति यदा वयं प्रसादितवन्तः शमी अशामि इति, परन्तु सेट् धातुः अस्ति. अशामी अशमी योगः इशाताम् इति यत्र भवति तत्र अस्माकं नीलोपः निच्लोपः किमपि न भवति. किमर्थम् इत्युक्ते इदानीं तत्तु सेट् धातुः सेट् अतः नेरनिति इत्यस्य कार्यं नास्ति. अतः अस्माकं सामान्यकार्यमेव गुणः अन्यत् सर्वं वदति वा भगिनि. सरलमेव भवति, एकमेव रूपं चिह्नमुलो दीर्घो इत्यस्यापि कार्यं नास्ति. कार्यं नास्ति चिह्नमुलो, चिन्वत् नास्ति, अतः चिह्नमुलो नास्ति. चिह्नमुलो नास्ति नास्ति किम् अत्र रूपं नेरनिति नास्ति. रूपं द्वयमपि नास्ति खलु महोदय? नास्ति, एकमेव. आम्, अत्र अशमी इति भवति प्रथमम् एक चिन् अपक्षे चिन्वत् अपक्षे इकारः तिष्ठति एव चिन् इत्यनेन इकारः. अनन्तरम् अशमी इति भवति प्रथम पुरुषे एकवचने एकवचने एव रूपद्वयम्, अन्यत्र सर्वत्र एकमेव रूपम्. एकवचने चिन् अस्ति अतः चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यस्य कार्यम् अशमी अशामि. यथा करपत्रे लिखितं किल समानप्रक्रिया एव, समाना प्रक्रिया. अग्रे शमी योगः इशातम् इशातं सकारः एव इशातम् अत्र अशमिशातम्. अत्र असार्वधातुक अर्धधातुकयोः एचोयवायावः अशम इशातम् अशम इशातम् इकारः. इदानीम् उषा भगिन्या उक्तं खलु सत्यम् इति भवति, अनन्तरम् इषत इति भवति अशमी इषा अशमी इषत इषत भवति, अनन्तरम् असमे स्ताः इति भवति. अत्र रूपम् एकमेव, अशमी अशमी स्ताः इति भवति. अत्र किमपि किमपि परिवर्तनं नास्ति एव खलु महोदय? नास्ति, किमपि नास्ति. साप्ताम् इति भव इषाप्ताम् इति भवति, तत्र अपि अर्धधातुक सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः, अनन्तरम् एचो एव यावः इत्यनेन तत्र अपि आशमि इषाथाम् इति भवति, इषा इषाताम् इति भवति, अनन्तरम् इषद्वं वा इषद्वम् अशमि अशमि इषद्वम् इति भवति. इड्वम् अशमि इड्वम् विभाषेटः इत्यनेन रूपं द्वयं भवति वा महोदय अत्र? आं, तत्र अशमी इड्वम् इणः परः इट् किल, अशमी इति इण् परः इट् अशमी इड्वम् अशमी इत्वं सत्यम्. अशमी इषद्वम् अशमी इषद्वम् इति रूपं द्वयं भवति, अनन्तरम् अशमी सि एव भवति, अशमी सि अशमे असमे बहि असमे स्महि इति भवति रूपं. समीचीनं, सम्यक्, तावदेव अत्र कार्यं. तत्र शं धातुः, तत्र किं चिन्तनम् इत्युक्ते कस्य प्रसक्तिः इत्येव चिन्तनं. रूपं तु सरलमेव, चिन्वद्भावः अपक्षः इति. अग्रे इदुपदधातवः उदुपदधातवः इति सन्ति, तत् किञ्चित् दृष्ट्वा आगच्छन्तु. तत्र किमपि विशिष्टकार्यम् इति किमपि नास्ति. ओ, दशनिमिषः अस्ति वा? इदुपदधातः पठित्वा अनन्तरं समापयामः. अस्तु, उषा भगिनी इदुपदधातवः पठतु, अनन्तरं समापयामः. अस्तु भगिनि, इद् इदुपदधातवः रिच् धातोः रिचिर् रुदादौ अनिट् भवति, लिक् धातोः लिक् तुदादौ सेट् च रूपाणि परिशीलनीयानि. सूत्रं पठित्वा अनन्तरं प्रयत्नं करोमि भगिनि. लिङ् सिचावात्मनेपदेषु इग् उपदधातुभ्यः जलादि लिङ् सिच् च कित् भवतः, जलादिलिङ् सिच् च कित् भवतः आत्मनेपदेषु प्रत्ययेषु परेषु तदादिविधिः इत्यनेन जल् लिङ् सिचौ इत्युक्तौ जलादिलिङ् सिचौ. इकः हलन्तात् इत्यस्मिन् इकः षष्ट्यन्तम् इक् सम्बद्ध हल् तदन्तात् इत्यर्थः, इक् सम्बन्ध हल् तदन्तात् इत्यर्थः. लिङ्स लिङ् च सिच् च तयोः इतरेतरद्वन्द्वः लिङ् सिचौ. लिङ् सिचौ प्रथमान्तम् आत्मनेपदेषु सप्तमीयन्तं द्विपदमितं सूत्रम्. इको जल् इत्यस्य सम्पूर्णतया अनुवृत्तिः भवति, इको जल् इत्यस्य सम्पूर्णतया अनुवृत्तिः भवति. इको जल् इकः हलन्तात् हलन्तात् च इत्यस्मात् हलन्तात् इत्यस्य अनुवृत्तिः भवति. संयोगात् लिट् कित् इत्यस्मात् कित् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् इकः हलन्तात् जल्. इकः इत्यस्य कृते इकः हलन्तात् इत्यस्मिन् इकः षष्ट्यन्तम्. ओ ओके, इकः षष्ट्यन्तम् इकः इति उपदाय ओके. इक् सम्बन्ध हल् तदन्तात् इत्यर्थः. इकः हलन्तात् ओके, इकः हलन्तात् इक् इकः इति इगन्तधातु हलन्तात् झल् लिङ् सिचौ कितौ आत्मनेपदेषु. आत्मनेपदप्रत्ययः परः अस्ति चिन्वद्भावः कर्म भावकर्मणोः इत्यनेन आत्मनेपदेषु एव परः अस्ति. लिङ् सिचौ कित् भवति, ओ सिच् सिच् इत्यस्य कृते लुङ् सो सिच् इति जल् प्रत्ययः. झबञ्ज् गडदश् झबगडदश् हयवर् शससर् हल् ओके जल् प्रत्ययः एव भवति सिच् प्रत्ययः सो इकः हलन्तात् जल् लिङ् सिचौ कितौ आत्मनेपदेषु कित्वत् भवति इति सो गुणा नास्ति वृद्धिः अपि नास्ति इति गृहीतं भवति आम् इगुपदधातुभ्यः जलादि इगुपद इगुपदः अस्ति चेत् हलन्तधातुः एव हलन्त इगुपदधातुः जलादिः अपि भवेत् तत्र इतोपि एकं लिङ् अस्माकं विवक्षा सिच् कित् भवति आत्मनेपदेषु भावकर्मण प्रक्रिया अस्ति चेत् तत्र आत्मनेपदेषु प्रयत्नं करोतु भगिनि रिच् इति रिच् अनित् धातु अनित् धातु इत्यस्य कृते प्रत्ययः इकारः न भवति इत्यस्य कृते प्रथमपुषा एकवचनं चिण्वत् भाव अस्ति ई साताम् सत ओके ई साताम् सत रिच् योगः चिण्वत् भाव ई अस्ति चेत् अत्र वृद्धिः भवति भगिनि रिच् रै रै इति भवति रैच् योगः वृद्धिः किमर्थं चिण्वत् भावः इत्यस्य कृते ई इति भवति रिच् योगः ई चिण्वत् इति णिच् इत्यनेन नकारः अस्ति इत्यनेन वृद्धिः ऐतात् नास्ति वा अर्धधातुकप्रत्ययः एव किल गन्तलघुपदस्य कार्यम् इगुपदधातुः इगु उपदधातु रिच् रिच् ओके इगु उपदधातु वृद्धिः नास्ति अजन्तधातु एव वृद्धिः अस्ति रिच् इति इकारः उपदा अस्ति पुगन्तलघुपदस्य एव भवति रिच् इति रेच् भवति रेच् योगः इ रेचि रेचि अथवा अरेचि अरि ओ या वि all this time we forgot the akara arechi arechi iti bhavati arechi arechi then satam sata arichi yogah satam kitvat bhavati now ikah halantat jal ling sichau kitau atmane padeshu satam iti sichityasya krite satam iti bhavati तत् तत्पूर्वम् इकः हलन्तात् इति भवति इकः उपदा हलन्तात् इति हलन्तधातु सो इकः हलन्तात् जल् लिङ् सिचौ कितौ आत्मनेपदेषु इत्यनेन गुणा नास्ति वृद्धिः नास्ति इत्यनेन रिच् योगः साताम् रिच् साताम् No, doesn't sound right. Rich Satam. Rich. Rich Satam. Karyam. Sakaraha. Sakaraha. Kila. Chakara Sakaraha. Chakara Sakaraha. Rich. Choho Kuhu. Choho Kuhu. Kuhu Rasti. Jaladi. Sakaraha Jaladi Astiva. Kila. Satyam Bhavati. Choho Kuhu. जलादि जलादि जलीयपदान्ते जलीपदान्ते च किल आं भगिनि चोः कुः देन् सो रिच् इति रिक् भवति रिक् सातां रिक् सातां देन् ओ सातां ओ इन्कोः इत्यनेन सकारः शकारः भवति सो सो रिक् रिक् शातां सत्यम् अरिक्षाताम् अरिक्षाताम् अरिक्षाताम् एवमेव अरिक्षत देन् स्थाः स्थाः रिच् अरिच् योगः स्थाः अरिच् योगः स्थाः सकारलोपः भवति वा द्रष्टव्यं तदपि अरिक् अरिक् योगः स्थाः इति अस्ति चेत् ह्रस्वादङ्गादित्यनेन न भवति सकारलोपः ह्रस्वमङ्गं नास्ति अरिक् इति किल अरिच् अरिच् ओ अरिक् अस्माकम् अग्रिम इन्नो इतोपि एकं सूत्रं दृष्टवन्तः किल ह्रस्वात् अङ्गात् नास्ति जलोजलि जलोजलि इत्यनेन जलोजलि इत्यनेन सकारलोपः भवति अरिक् अरिक् ताः इत्येव भवति अरिक् अरिक्थाः इति कृते देन् अरिक्ताः तदेव कार्यं भगिनि तावदेव तावदेव जलोजलि एव अरिक्ताः देन् अरिच् अरिक् योगः सात्थां सो ककार सो सकारः शकारः भवति अरिक्षाथां देन् अरिक् योगः द्वम् अरिक् योगः द्वम् वाट् इस् दट् इणः शीद्वं लुङ्ग्लिटां दट् डसन्ट् वर्क् इणः शीद्वम् इटः अपि नास्ति सो अरिक् द्वम् एव भगिनि तत्र एकमेव कार्यं सन्धिकार्यम् अस्ति अरिक् ककारः द्वं ध परे अस्ति अतः जस्वर्णः जलां जस् जसि सो ककारस्य स्थाने गकारः भवति अरिग् अरिग् द्वं सम्यक् अरिक् योगः सि अरिक्षि भवति स्वहि स्महि अपि अरिक् योगः स्वहि स्वहि अरिक् योगः स्वहि तदपि जलोजलि इत्यनेन सकारः तत्र किमपि नास्ति अरिक्ष्वहि अरिक्ष्महि एव सकारस्य क्षकारः अभवत् तत्र स्वहि इति सकार झल् खलु ओ अरिक् इति जानो भगिनि जलो जलि वै डिडन्ट् इट् वर्क् इत्यनेन या अरिक्ष्वहि भवति अथवा वै इस् इट् जलो जलि नाट् वर्किङ्ग् भगिनि तत्र प्रायः स्वरः अस्ति तद् प्रत्ययः कः इन् इष्वहि इष्महि किल न स्वहि स्महि अनिट् अनिट् धातु अनिट् इष्वहि अश्महि नास्ति क्षम्यतां स्वहि स्महि भगिनि स्वहि तत्र न भवति अरिक्ष्वहि अरिक्ष्महि इत्येव इस् वकारः अस्ति किल जल् ओ जलि किं वदति जल् उत्तरस्य जल् उत्तरस्य जल् जल् उत्तरस्य सकारस्य सकारस्य लोपो भवति जलि परे बकारः जल् अस्ति वा अस्तु भगिनि सो अत्र स्थाः कृते थकारः जलि ओके ओके अत्र वकारः झल् नास्ति अस्ति ओके अरिक्ष्वहि अरिक्ष्महि एव तावदेव अरिक्ष्वहि अरिक्ष्महि अस्तु अग्रिमसप्ताहे किञ्चिदेव अवशिष्टम् अनन्तरम् आशीर्लिङ्ग् इति पाठः वयम् अग्रिमसप्ताहे प्रायः एतत् समापयामः अस्तु वा धन्यवादः धन्यवादः